अस्तु, जनकनाशजन्यगुणनाशस्य एकदेशदृष्टान्ताः अस्माभिः परिशीलिताः गतवर्गे. तत्र दृष्टमासीत् यत् दृष्टान्तत्रयं दत्तमासीत् परिशिष्टे इति. तस्मिन् सन्दर्भे अस्माभिः त्रीणि उदाहरणानि दृष्टानि. तस्य विषये किञ्चित् स्मारयति वा जयन्ती भगिनी? आं भगिनि, पितरपाकवादिनः मतानुसारेण त्रीणि उदाहरणानि दत्तानि. यत्र ये दृष्टान्ताः सन्ति, जनकनाशजन्यगुणनाशस्य दृष्टान्ताः सन्ति. प्रथमं तु रूपनाशः इति, यथा विस्तृतरूपेण पूर्वमेव दृष्टवन्तः. अस्तु, एवं वदतु, रूपनाशः कस्मात्, अपि च अपरस्मिन् द्रव्यनाशः कस्मात् इति प्रथमतया. हा, ते वदन्ति यत् रूपनाशः तु समवायिकारणेन जातः. परमाणु इति स्तरे समवायिकारणे. एकनिमिष, पितरपाकवादिनैयायिकानां मतानुगुणं रूपनाशः केन जातः? अस्तु अस्तु, क्षम्यताम्. हा, पितरपाकवादिनः मतानुसारं तेजसंयोगेन जातः रूपनाशः. युगपत् जायते रूपनाशः द्रव्ये, सर्वस्मिन् द्रव्ये रूपनाशः जातः तेजसंयोगेन. तेजसंयोगः इति आश्रयं न नाश्रयति, समानाधिकरणे भवति, तेन एव रूपनाशः भवति. तत्तु एकः दृष्टान्तः. द्वितीयः अस्ति द्रवत्वनाशः. घृतस्य द्रवत्वनाशः भवति तेजसंयोगेन. यद्यपि द्रवत्वस्य नाशः न भवति, घृतस्य नाशः न भवति, द्रवत्वनाशः भवति इति. तृतीयम् उदाहरणमस्ति आत्मसमवेतज्ञानस्य नाशः. उत्तरक्षणे यत् ज्ञानम् उदेति आत्मनि, तत् कारणं भवति पूर्वस्मिन् क्षणस्य ज्ञानस्य नाशं प्रति. तदा आत्मनः नाशः न भवति, परन्तु आत्मनि विद्यमानं गुणस्य नाशः भवति. तत् तृतीयः दृष्टान्तः. स्वोत्तरोत्पन्नविशेषगुणेन भवति नाशः, पूर्वतनगुणस्य नाशः. हा, समीचीनं. तर्हि आहत्य एषु त्रिषु उदाहरणेषु अपि समवायिकारणस्य नाशः अथवा जनकस्य नाशः. जनकः इत्युक्ते समवायिकारणम्, असमवायिकारणम् अथवा निमित्तकारणम्, त्रीणि अपि गृहीतानि भवन्ति जनक इति शब्देन. तेषां नाशः न जातः, किन्तु गुणस्य नाशः कथञ्चित् जातः. कथं जातः इत्युक्ते समानाधिकरणगुणेन जातः. अस्तु, इति यथा उदाहरणेषु आसीत् भगिनी यथा उक्तवती. रूपादीनां नाशः तेजसंयोगात्, पुनः द्रवत्वनाशः तेजसंयोगेन, आत्मनि विद्यमानगुणस्य नाशः स्व उत्तर उत्पन्नगुणेन. इति सारांशः आसीत्. अस्तु, तर्हि सरला भगिनी, तत्र किञ्चित् चिन्तनं कुर्मः. अस्तु, एतत्तु पिठरपाकवादिनामेव मतम् इति उक्तं, न तु पीलुपाकवादिनां, खलु? हा, तद् किमर्थम् इति किञ्चित्. पीलुपाकवादिनां पीलु इत्युक्ते परमाणु तेजसंयोगपरमाणु परमाणुन् भवति, तस्य कारणे परमाणुसंयोगस्य नाशः भवति. यदि परमाणुसंयोगनाशः भवति तस्य कारणे द्वय अणुक संयोगनाशः भवति. क्रमेण द्वय अणुक, त्रय अणुक, चतुर अणुक, कपालिका, कपाल तस्य नाशः भवति. इति कारणे प्रथमम् असमवायिकारणस्य नाशः भवति. सो पिलु पाकवादन वदन्ति गुणस्य नाश, रूपस्य नाशस्य कारणम् अस्ति असमवायिकारणनाश. समीचीनम्, अवगतं स्यात्, सर्वेषाम् अपि अवगमनं जातम् इति मन्ये. पीलुपाकवादिनां मतानुगुणम् असमवायिकारणं नश्यति अथवा समवायिकारणं नश्यति. तदा एव तेषु गतगुणाः अपि नश्यन्ति इति कृत्वा जनकनाशाजन्यगुणनाशः नास्ति पीलुपाकवादिनां मतानुगुणम्. अधुना भगिनि पिठरपाकवादिनां मतानुगुणम्. पिठरपाकमता यथा जयन्ती भगिनी इदानीम् उक्तवती, तेजसंयोगेन द्रव्यस्य घट घटस्य समवायिकारण रूपगुणस्य नाशः भवति. तस्य कारणे तद्वत् सम्पूर्ण न केवलं घट, कपाल, कपालिका, युगपत् सर्वे रूपस्य नाश भवति पिठरपाकवादिनां मते. हा अस्तु, पिठरपाकवादिनां मते तर्हि घटतः परमाणुपर्यन्तं युगपत् रूपादीनां नाशः भवति. हा, अस्यां प्रक्रियायां कस्यचित् अपि द्रव्यस्य नाशः भवति वा? न, द्रव्यस्य नाशः न भवति. समानाधिकरणे गुणे तेजस्संयोगसमान घटे तेजस्संयोगः भवति, तस्य रूपस्य गुणस्य नाशः भवति. समानाधिकरणे गुणे तस्य नाशः भवति, किन्तु जनककारण कारणस्य नाशः न भवति. हा, बहु समीचीनम्. अतः जनकनाशाजन्यगुणनाशः अयमिति एकदेश वृत्ति भवति, तस्य अन्वयवृत्तिः तस्य एक उदाहरणम् अस्ति. घटस्य नाश वा यथा इदानीं जयन्ती भगिनी उक्तवती द्रव्यस्य नाश, द्रवत्व घृतस्य द्रवत्वनाश वा ज्ञान आत्मनि ज्ञाननाश. हा सत्यम्. तर्हि जनकनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः इति सिद्ध्यति एभिः उदाहरणैः इति कृत्वा, तद् उपयुज्य अस्माभिः विभागसाधनं साधनार्थं प्रवृत्तमस्ति इति परिशिष्टे उक्तमस्ति खलु. तदर्थमेव दीर्घा चर्चा एषा जाता अनुमानस्य प्रसङ्गे, अपि च जनकनाश आश्रयनाशाजन्य गुणनाशः समानाधिकरणगुणजन्यः पाकजरूपनाशवत् इति अनुमानवाक्यस्य चर्चा किमर्थम् अभवत् इत्युक्ते विभागसाधनार्थं. तर्हि विभागसाधनार्थं कानिचन सोपानानि अस्माभिः अधीतानि, तस्य विषये सारांशत्वेन सावित्री भगिनी किञ्चित् वदति वा, यद् शनिवासरे उक्तवती तथा. आं भगिनि, श्रूयते वा? आमामां श्रूयते. एकनिमिष, नूतनतया केन आगतं जनद्वयं? नमस्कारः भगिनी. अजितः. अजित महोदय. अनन्तरं लक्ष्मी अस्मि भगिनि. अस्तु लक्ष्मी भगिनी. अस्तु सावित्री भगिनी, तर्हि कृपया. अस्तु, विभागसाधनार्थम् अस्माभिः प्रविष्टं यथा भगिनी उक्तवती, परन्तु अस्माकं मार्गः बहु दीर्घ आसीत्. अस्माकं मार्गे किं किं पठितम् अपि च किं दृष्टवन्तः इति किञ्चित् सारांशरूपेण वदामि. गभीररीत्या बहु किमपि दृष्टम् अस्माभिः. प्रथमं संयोगनाशको गुणः विभागः, सर्वद्रव्यवृत्तिः इति लक्षणवाक्यमासीत्। संयोगनाशात् विभागः नातिरिक्तगुणः इति आक्षेपः तस्य। आक्षेपस्य अपवादः दत्तमासीत् संयोगनाशः अभावपदार्थः, विभागः तु भावपदार्थः इति द्वयोः समानं नास्ति इति। तदा आक्षेपकः वदति अस्तु भावपदार्थः विभागः भिन्नः पदार्थः इति अङ्गीकुर्मः चेदपि तत्र कार्यकारणभावः न दृश्यते। तत्र क्षणपञ्चकव्यापिनी प्रक्रिया आसीत्, तत्तु विभागकल्पनाय एव, तत्र किमपि प्रमाणितं नास्ति। विभागः कारणं कार्यस्य अथवा संयोगनाशस्य अथवा विभागः संयोगस्य पूर्व संयोगनाशस्य पूर्वं भविष्यति इति किमपि प्रमाणितं नास्ति तथा वदति। अनन्तरं इतःपूर्वं यत्किमपि वदामि तत् सिद्धान्तिः प्रयत्नं करोति विभागसाधयितुं। प्रथमं गुणनाशः कथं जायते इति चर्चा अभवत्। कारणानां नाशेन गुणानां नाशः, समवायिकारणनाशं दृष्टवन्तः, असमवायिकारणनाशं दृष्टवन्तः, निमित्तकारणम् अपि तस्य नाशमपि दृष्टवन्तः। तेषां नाशेन गुणनाशं कथं भवति इति दृष्टवन्तः अपि। समवायिकारणनाशानन्तरम् अस्माभिः आश्रयनाशाजन्यगुणनाशः, समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति अनुमानस्य स्वरूपं दृष्टवन्तः। तस्य चर्चा अभवत्। तत्र आश्रयस्य नाशः न भवति परन्तु गुणनाशः भवति इति दृष्टम्। अनुमानम् इत्यस्य विवरणम् अपि दृष्टवन्तः। उदाहरणानि अपेक्षितानि अनुमानस्य साधनार्थम् इति ज्ञातम्। अनुमानं द्विविधा भवति इति दृष्टवन्तः, स्वार्थानुमानं परार्थानुमानं च। तेषां सोपानानि अपि दृष्टवन्तः। पुनः भिन्नरीत्या अनुमानस्य द्वैविध्यमपि दृष्टवन्तः, पक्षतावच्छेदकावच्छेदेन अपि च पक्षतावच्छेदकसामानाधिकरण्येन साध्यं पक्षे। अनन्तरं जनकनाशाजन्यगुणनाशः, यत्र सर्वे कारणानि समवायिकारणम्, असमवायिकारणं, निमित्तकारणं ते न नश्यन्ति परन्तु गुणनाशः जायते इत्यस्य प्रसङ्गे तीनुपाकवादीनां मतम्, इतरपाकवादीनां मतम् इति द्वैविध्यम् अपि दृष्टवन्तः। इदानीं जयन्ती भगिनी अपि च सरला भगिनी उक्तवन्तौ यत् कथं समानमस्ति अपि च तेषां मध्ये किं भिन्नता अस्ति इति। आहत्य जनकनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः इत्यस्य त्रीणि उदाहरणानि दृष्टवन्तः। घटे रूपनाशः, धृते द्रवत्वनाशः, आत्मसमवेता ज्ञानादीनाम् अपि नाशः, प्रथमे च द्वितीये च तेजस्संयोगः कारणं भवति, नाशस्य कारणं भवति, तृतीये तु समानाधिकरणे उत्तरोत्पन्नगुणेन पूर्वतनगुणस्य नाशः दृष्टवन्तः। अस्य आधारेण तत्र अन्तिमवाक्यमासीत् तथाविध खलु जनकनाशाजन्य संयोगनाशः समानाधिकरणगुणजन्यः, स गुणः एव विभागः इति सिद्धान्ति साधितवान्। अस्तु भगिनि, समीचीनं, धन्यवादः। तद् तथा एव आसीत् यथा भगिनी उक्तवती। अस्य आरम्भः तु विभागनिरूपणप्रसङ्गे अभवत्। लक्षणवाक्यं यदासीत् संयोगनाशको गुणो विभागः, तत्र आरभ्य अधुना पर्यन्तं वयं प्राप्तवन्तः यत्र संयोगनाशस्य कारणं विभागः इति साधयितुं यतन्तः सन्ति सिद्धान्तिनः अनुमानस्य आधारेण इति अस्ति विषयः। तर्हि परिशिष्टे यावत्पर्यन्तं अस्माभिः दृष्टं तथाविध खलु जनकनाशजन्यसंयोगनाशः समानाधिकरणगुणजन्यः ततः अग्रे सर्तुं हेत्वाभासः इत्यस्य परिचयः अपेक्षितः इति महोदयेन उक्तं। हेत्वाभासः इत्युक्ते यत्र यदा लक्षणवाक्यं वयं परिशीलितवन्तः तत्र दोषाः के के आसन् इति अपि परिशीलितवन्तः, यथा किमासीत्, हा असम्भवदोषः, दोषाः के, त्रयः दोषाः, अव्याप्तिः, अतिव्याप्तिः, असम्भव इति लक्षणवाक्यस्य परिशीलनसन्दर्भे यथा दृष्टवन्तः, तद्वत् अनुमानसन्दर्भे हेत्वाभासः, अनुमानस्य सार्थक्यम् अस्ति न वा इति परिशीलयितुं तस्य ज्ञानम् अपेक्षितं, तद् अधुना न अस्माभिः परिशील्यते। अतः परिशिष्टे यावत्पर्यन्तं प्राप्तवन्तः तावद् पर्याप्तम् इति उक्तवान् महोदयः। इतः अग्रे इतोपि एकं करपत्रम् अस्ति, प्रश्नोत्तररूपेण विरचितम् अस्ति करपत्रं, तस्य पठनं भवति अद्य। अस्तु तर्हि करपत्रम् उद्घाटितमस्ति वा? राजेन्दर् महोदय आरब्धुमिच्छति वा? आम् भगिनि। विभागसंयोगनाशयोः कार्यकारणभावः, यथा उक्तं पूर्वं न्यायशास्त्रे विभागसंयोगनाशयोः प्रक्रिया एतादृशा उच्यते। आकाशदेशघटयोः संयोगः घटे क्रिया, यस्मिन् आकाशदेशे घटः स्थितः तथा विभागः, तेन विभागेन आकाशदेशघटयोः संयोगस्य नाशः, अन्येन आकाशदेशेन सह संयोगः क्रियानाशः। तत्र संयोगः द्विविधः, कर्मजः संयोगजः च। कर्मजसंयोगः इत्युक्ते कर्मणा संयोगः उत्पद्यते, यथा हस्ते विद्यमानया क्रियया हस्तपुस्तकयोः संयोगः च, स च कर्मजः। तत्र कायपुस्तकयोः संयोगः संयोगजः। संक्षेपे आहत्य क्रमः एवं, संयोगः क्रिया, विभागः संयोगनाशः। यथा पूर्वम् अस्माभिः पठितं, तत्र न्यायशास्त्रे विभागसंयोगनाशप्रक्रिया एतादृशा, पञ्चक्षणी क्रियाप्रक्रिया यथा वयं पूर्वं दृष्टवन्तः। प्रथमं संयोगः आसीत्, तत् क्रिया क्रियायाः एकं क्रिया क्रियायाः तत्र संयोगनाशः भवति विभागेन, विभागेन संयोगनाशः भवति। तदनन्तरं द्वितीयसंयोगनाशः आकाशदेशघटयोः संयोगनाशः संयोगः भवति, तदनन्तरं क्रियानाशः भवति। तादृशी पञ्चक्षणी व्यापिनी अस्माभिः दृष्टं पूर्वं कथं प्रचलति विभागसन्दर्भे क्रिया कथं प्रचलति। तत्र संयोगः द्विविधः, संयोगः वयं पूर्वम् अपि पठितवन्तः। संयोगः द्विविधः, कर्मजः संयोगजः। कर्मजः संयोगः तु इत्युक्ते कर्मणा उत्पद्यते, यथा यथा हस्तपुस्तकयोः संयोगः यदा भवति, तत् हस्ते विद्यमानक्रियायाः हस्तपुस्तकयोः संयोगः भवति, सः संयोगः तु कर्मजः संयोगः। तत्र अनन्तरं तत्र कायपुस्तकयोः संयोगः अपि भवति, सः संयोगः संयोगजः, सः कर्मणा न उत्पद्यते, तत् कर्मण यः संयोगः उत्पद्यते, तदनन्तरं संयोगः जायते, यथा कायपुस्तकयोः संयोगः। संक्षेपे आहत्य क्रमः एवं, प्रथमं संयोगः, तदनन्तरं क्रिया गच्छति, अनन्तरं विभागः, विभागेन संयोगनाशः भवति अनन्तरं तु क्रियानाशः एव भवति। हा अस्तु, समीचीनं। तर्हि पुनस्मरणरीत्या एतत् सर्वम् उक्तमस्ति, एतावत्पर्यन्तम् अस्माभिः किं दृष्टम् इति। अत्र केवलम् आरम्भे संयोगः इति योजितमस्ति. पुस्तके क्षणपञ्चकव्यापिनी प्रक्रियायां तु क्रियातः आरभ्यते सा प्रक्रिया. किन्तु अत्र प्रथमं संयोगः अस्ति कुत्रचित् आकाशघटयोः. तदा क्रिया जायते, तदा विभागः जायते, तदा सः संयोगः नश्यति, तदा नूतनदेशेन आकाशदेशेन सह संयोगः, तदा क्रिया नाशः इति. आरम्भे इतोपि एकं सोपानं योजितमस्ति तावदेव. किन्तु सारांशः अयमेव अस्ति, यथा सा प्रक्रिया आसीत् तद्वत्. अस्तु, तर्हि अग्रे सरेम. सन्ध्या भगिनी पठति वा? अत्र स्वतन्त्रतया किञ्चित् अन्तिमं चिन्तनम् अस्मिन् विषये चिन्तनं प्रश्नोत्तररूपेण क्रियते केनचित् सह आलापः. प्रश्नः: यया रीत्या संयोगः उत्पद्यते कर्मणा, तया एव रीत्या किमर्थं वक्तुं न शक्नुमः यत् संयोगनाशः अपि कर्मणा उत्पद्येत? उत्तरं: कर्मवशात् एवं संयोगः नश्यति इति विवक्षा वा? एकस्य एव वस्तुनः उत्पादकः नाशकः समानः इति कुत्र दृष्टम्? उत्पादकः एव नाशकः इति भवान् वदति. उत्पादकः एव नाशकः इति भवितुं नार्हति, यतोहि उत्पादकत्वं नाशकत्वम् इति परस्परविरुद्धं, परस्परविरुद्धधर्मद्वयम्. तर्हि अत्र प्रश्नः अस्ति, यथा संयोगः भवति कर्म भवति वा क्रियया यथा संयोगः भवति तथा एव क्रियया एव संयोगनाशः अपि कथं न भवति इति कथं न वक्तुं शक्नुमः? तर्हि अत्र उत्तरमस्ति तत् क्रियया एव संयोगः भवति, क्रियया एव संयोगः नश्यति, तया एव क्रियया इति न वक्तुं शक्नुमः, यतोहि तत्र एकस्य एव वस्तुनः तत्र उत्पत्तिः अपि च नाशः एकेन एव भवति इति कुत्रापि न दृष्टम्. तत्र उत्पादकः एव नाशकः इति भवितुं न अर्हति, यतोहि उत्पादकत्वम् अपि च नाशकत्वम् इति यौ धर्मौ स्तः धर्मद्वयमपि विरुद्धं, परस्परविरुद्धम् अस्ति. अतः येन किमपि कस्यापि उत्पादनं भवति तेन एव कस्यापि नाशः न भवति, परस्परविरुद्धम् अस्ति इति कृत्वा इति वदन्ति. आं, समीचीनं. तर्हि तत्र तु अस्ति एव क्रिया इति तस्यां प्रक्रियायां. तर्हि तया क्रियया एव, तया अत्र तु क्रियान्तरं न जातम् इति मनसि भवेत्. अग्रे गत्वा तस्य विषये परिशीलयिष्यामः. किन्तु अत्र समान एव क्रियया, यया उत्पत्तिः जातः संयोगस्य, तया किमर्थं नाशः अपि न भवति इति प्रश्ने कृते उत्तरमिदं यथा भगिन्या प्रतिपादितमासीत्. अस्तु भगिनी, अत्र केवलं क्रियाविषये उल्लेखः वा, क्रियाविषयस्य उल्लेखः वा? किमर्थम् इत्युक्ते संयोगनाशेन समवायिकारणनाशेन द्रव्यनाशः जातः इति ज्ञातं खलु, तत्र समवायिकारणम् इति उत्पादकम् अस्ति, नाशकमपि भवति. सत्यं भगिनि, भवती यद्वदति तत् सत्यं, किन्तु अत्र क्रियायाः एव उल्लेखः. अस्तु अस्तु अस्तु भगिनि, कः संयोग, पूर्वसंयोग उत्तरसंयोगस्य विवरणम् अस्ति अत्र? पूर्वसंयोग क्रियास पूर्वसंयोग, हा पूर्वसंयोगः इत्यस्य. परन्तु उत्तरसंयोगः इति अपि, हा एतत्तु पूर्वसंयोगस्य एव भगिनि, यतोहि अस्तु यया क्रियया संयोगः जातः तया एव पुनः सः एव संयोगः नश्यति वा इति प्रश्नः. अस्तु इति अस्ति, तत्तु परस्परविरुद्धधर्मद्वयं, नाशकत्वं च उत्पादकत्वम् इति वार्ता. अस्तु अग्रे वर्धिनी भगिनी. भगिनी, परन्तु भवति खलु यदा किञ्चित् क्रिया ज्ञायते. अस्तु, घटः घटस्य उपरि क्रिया जायते इति चिन्तयामः. क्रियया अस्तु, आङ्ग्लभाषायां वदामि वा? यत्र यु नो वेन् द घट टचस् द ग्रौण्ड् एण्ड् बौन्सस् आफ् दट् सेम् क्रिया विल् क्रियेट् संयोग एण्ड् संयोगनाश. किन्तु टचिङ्ग् द ग्रौण्ड् एण्ड् बौन्सिङ्ग् आफ् भिन्नक्रिया खलु? तत्र क्रियायाः संज्ञा न दत्तं खलु? कुत कथं क्रिया तत्र एकमेव हा हा उत्पतनं किमपि आसीत्. पञ्चांशाः दत्त्वा उक्तवन्तः कर्मणः निरूपणम् उत्क्षेपक्षेपणगमन इति किमपि. तर्हि मम दृष्ट्या तु भवत्याः उदाहरणे तत्र द्वे क्रिये स्तः. एकं तु टचिङ्ग् द ग्रौण्ड्, अपरं तु बौन्सिङ्ग् आफ् इति खलु? आं तदेव वदामि, परन्तु द वर्क् डन् इस् द सेम् रैट् बै द हेण्ड्. If you are thinking of the action as the work done by the hand, astu bhagini, utkshepana kriya, rutana kimapi nama asit tatra. Ha, iti kriya dvayam staha tatra. Ekaya eva kriyaya samyogaha nashtaha iti na vaktum shakyate. Kriya antaram prayaha apekshitam eva. Tadartam eva atra varam varam uktam. Yaya kriyaya यया कर्मणा क्षम्यतां यया क्रियया हा संयोगः तया एव क्रियया इति. क्षणपञ्चकी प्रक्रियायां संयोगनाशचतुर्थ क्रियायां भवति पञ्चमी क्षणे संयोगः भवति, नूतनसंयोगः. अत्र संयोगनाश संयोग एकया क्रियाया भवेत् न न पुनः भगिनि क्षणपञ्चकी क्रियायां प्रथमं संयोगः अस्ति, पूर्वं संयोगः, तदनन्तरं क्रिया भवति, तस्य अनन्तरं विभागः अस्ति, तस्य अनन्तरं संयोगस्य नाश, तस्य अनन्तरम् उत्तरदेश संयोगः भवति. सत्यम्. ओके, उत्तरदेशसंयोग संयोग पञ्चमे क्षणे, चतुर्थे क्षणे संयोगनाश, द्वयोः द्वयोः कारणम् अस्ति क्रिया. हा, तद् प्रायः सत्यं. किन्तु यस्याः क्रियायाः विषये अधुना चर्चयन्तः स्मः, सा क्रिया संयोगात् अपि पूर्वं भवति. अस्तु, आरम्भे प्रथमसंयोगं या क्रिया जनयति, कर्मजसंयोगम् आरम्भे सा क्रिया, तस्य विषये अधुना चर्चा. अस्तु, तर्हि अग्रे वर्धिनि भगिनि. प्रश्नः, किमर्थम् एकः एव उत्पादकः सः अपि नाशकः इति भवितुं नार्हति? कुत्र दृष्टं? कुत्रचित् अपि नास्ति किल? प्रश्नः अस्तु, कुत्रचिदपि न दृष्टम् इति भवतु. हा, अस्तु अस्तु भगिनि, प्रश्नः उत्तरं तथा गच्छामः. भवत्याः प्रश्नः कः आसीत्? किमर्थं तथा इत्युक्ते कर्मवशात् एव संयोगः नश्यति इति विवक्षः वा? एकस्यैव वस्तुनः उत्पादकः नाशकः समानः इति कुत्र दृष्टम्? उत्पादकः एव नाशकः इति भवान् वदति, उत्पादकः एव नाशकः इति भवितुं नार्हति. यतोहि उत्पादकत्वं नाशकत्वम् इति परस्परविरुद्धं परस्परविरुद्धधर्मद्वयं सम्यक् परस्परविरुद्धधर्मद्वयं ततः किमर्थं तथा समीचीनं भगिनि तदाधारीकृत्य पूर्वं यद् उत्तरमस्ति तदाधारीकृत्य पुनः प्रश्नः किमर्थं तथा किमर्थम् एकः एव उत्पादकः सः अपि नाशकः इति भवितुं नार्हति उत्तरं कुत्र दृष्टं कुत्रचिदपि नास्ति किल इत्युक्ते उत्पादकः नाशकः एकः एव इति कुत्रचिदपि न दृष्टं किल इति प्रश्नः इति उत्तरं ददाति किन्तु जयन्ती भगिनी अधुना भिन्न उत्तरं दत्तवती खलु भगिनि किन्तु भवती यदा उक्तवती अहमपि चिन्तितवती तथा भवत्याः या विवक्षा आसीत् उत्पादकः नाम इदानीं समवायिकारणम् इति अस्तु चिन्तनीयं तस्य विषये कुत्रचिदपि नास्ति प्रश्नः इति अस्तु कुत्रचिदपि न दृष्टम् इति भवतु प्रथमवारं किमर्थं न स्यात् किमर्थं न स्यात् उत्तरम् एवं सति द्वितीयक्षणे नाशः कुतो न भवति इति प्रश्नः यदि कर्मसंयोगं नाशयति संयोगोत्पत्तेः अग्रिमक्षणे एव संयोगं नाशयितुं विलम्बः कुतः कर्म एव कारणं संयोगनाशस्य इत्युच्यते किल उत्तरमस्ति द्वितीयक्षणे नाशः तर्हि प्रश्नः कः आरम्भे प्रश्नः कः तर्हि उत्तरं ददाति अस्तु अस्तु तर्हि ते वदन्ति अस्तु तर्हि कुत्रचिदपि न दृष्टम् इति भवतु एवं सति एवं सति द्वितीयक्षणे नाशः कुतः न भवति यदि कर्मसंयोगं नाशयति संयोगोत्पत्तेः अग्रिमक्षणे एव संयोगं नाशयितुं विलम्बः कुतः कर्म एव कारणं संयोगनाशस्य इति उच्यते किल कर्म एव कारणं संयोगनाशस्य तर्हि अत्र इति क्रिया अस्ति वा कर्म इत्युक्ते सा क्रिया यया संयोगः प्रथमं जायते सा क्रिया पूर्वदेशसंयोगः सत्यं कर्मजसंयोगः पूर्वदेशकर्मजसंयोगं या क्रिया जनयति सा क्रिया अधुनापि अस्ति द्वितीयक्षणे खलु तर्हि क्रिया तत्र अस्ति आकाशदेशे घटः स्थितः तथा विभागः तस्मिन् क्षणे तत्तु न तद् नास्ति प्रथमं यः संयोगः कर्मजः संयोगः जातः इदानीं क्षणपञ्चकव्यापिनी प्रक्रियां विस्मरतु केवलं सामान्य उदाहरणं स्वीकुर्मश्चेत् हस्तपुस्तकयोः संयोगः जातः क्रियया कर्मजसंयोगः इति चिन्तयतु तस्मिन् सन्दर्भे सा क्रिया अस्ति एव संयोगं कृत्वा अस्ति चेत् तत्रैव अस्ति अस्तु तदा तया क्रियया पुनः किमर्थं न संयोगः अपि नश्यति इति अधुना प्रश्नः कः इत्युक्ते क्रियया संयोगः न प्रथमः प्रश्नः कः आसीत् क्रियया नाशः किमर्थं जायते संयोगनाशः इति तर्हि क्रिया अस्ति तत्र अग्रिमक्षणे एव संयोगं नाशयितुं विलम्बः कृतः. संयोगः नाशयितुं विलम्बः. किमर्थं तत्रैव अस्ति, किमर्थं तथा संयोगनाशः न जातः इति. कर्म एव कारणं संयोगनाशस्य इति उच्यते. अस्तु, इति आरम्भे आसीत् संयोगनाशः, किमर्थं न वक्तुं शक्नुमः इति. तस्य अनुवर्तनं क्रिया अधुनापि अस्ति, तर्हि तया किमर्थं न जातः इति. इत्युक्ते भगिनी उत्तरं यः ददाति सः वदति यदि क्रियाकारणम् अस्ति तर्हि एकस्मिन् क्षणे एव संयोगनाशः अपि भवति भवतः इति वा? आम् आम् इति मया अवगतं वर्गे. यदि कर्मसंयोगं नाशयति संयोगोत्पत्तिः अग्रिमक्षणे एव संयोगं नाशयितुं विलम्बः कुतः इत्युक्ते तत्र अस्ति एव संयोगोत्पत्तिं कृत्वा एका क्रिया या अस्ति तया क्रियया एव नाशः अपि भवति तस्मिन् क्षणे इति. आम् इत्युक्ते भगिनी बहु कन्वल्यूटेड् अस्ति भगिनी. अग्रिमक्षणेन तस्मिन् क्षणे हा, यतोहि क्षणपञ्चकव्यापिनी प्रक्रियां पश्यतु. अस्तु, तस्यां प्रक्रियां तु अन्तिम सोपानमस्ति क्रियानाशः इत्यस्य अर्थः कः? क्रिया अधुनापि अस्ति इति. ओ अस्तु अस्तु, इदानीं तथा. एकनिमिषं भगिनी, तत्र प्रक्रियायां तु तृतीयं सोपानमस्ति संयोगस्य नाशः, पूर्वतनसंयोगस्य नाशः विभागेन. चतुर्थं नूतनसंयोगः, परन्तु नूतनसंयोगस्य कारणं तु नूतना क्रिया खलु? आम्. तर्हि पूर्वतनक्रिया कथं प्रविशति इति. अस्तु, एकवारम् भगिनी, पूर्वतनक्रिया कथम् उत्पादकं भवितुम् अर्हति अपि तु नाशकम् इति. अस्तु, एकनिमिषः. एवं सति द्वितीयक्षणे नाशः कुतो न भवति. यदि कर्म संयोगं नश्यति संयोगोत्पत्तेः अग्रिमक्षणे एव संयोगं नाशयितुं, तर्हि अत्र प्रायः पुनः तत् पूर्वदेशसंयोगस्य क्रियायाः एव चर्चा अनुवर्तते. या क्रिया संयोगं जनयति, कर्मजसंयोगं. तर्हि अत्र प्रश्नः अस्ति यद् अस्तु, सा क्रिया अग्रिमक्षणे किमर्थं संयोगं न नाशयति इति. परन्तु यत्र कुत्रापि नाशः भवति बाह्यकर्मणा एव भवति, किमपि एक्स्टर्नल् फोर्स् आवश्यकं खलु? यया क्रियया जनकं भवति, यया क्रियया संयोगः भवति, विना बाह्य किं बाह्यकर्मणा कथं नाशः भवति इति प्रश्नः. हा, इत्युक्ते क्रियान्तरम् अपेक्षितमस्ति. आम् आम् आम्. हा, अन्ततो गत्वा केभ्यश्चित् प्रश्नेभ्यः परम् आगच्छति सा एव वार्ता क्रियान्तरस्य. अस्तु अस्तु, अग्रे सरेम तर्हि. अस्तु, हा तर्हि अग्रे अजितमहोदय. आं भगिनि, प्रश्नः न बुद्धं कः विलम्बः? उत्तरम्, इदानीं पश्यतु, संयोगः प्रथमक्षणे उत्पद्यते, नश्यति च कस्मिन् क्षणे? द्वितीयक्षणे नश्यति वा? न नश्यति, कतिपयक्षणानन्तरमेव नश्यति. किमर्थं तावान् विलम्बः? संयोगस्य उत्पत्तिक्षणे क कर्म अस्ति किल संयोगस्य एव कारणं यत् कर्म एव नाशकमिति चेत् कुतो न अग्रिमे क्षणे संयोगनाशो न स्यात्। तत्र द्वितीयक्षणे संयोगनाशः भवति इति प्रश्नः न भविष्यति इति उत्तरं किमर्थम् इत्युक्ते तर्हि अहं चिन्तयामि कोऽपि न शृणोति इति अस्तु किमर्थम् इत्युक्ते उत्पत्तिक्षणे अथवा प्रथमक्षणे कर्म अस्ति कर्म एव संयोगस्य कारणम् तत्र द्वितीय कर्म एव नाशकमिति चेत् कुतो न अग्रिमक्षणे संयोगनाशो न स्यात् तद् किञ्चित् इत्युक्ते या तत्र प्रश्नः आरम्भे कः आसीत् किमर्थं क्रियया संयोगः न नश्यति इति खलु मध्ये विभागः इति उपविशति तर्हि साक्षात् क्रियया संयोगः नाशः न जायते किमर्थम् इत्यस्य प्रश्नस्य विस्तृतरीत्या उत्तरदानार्थम् एते सिद्धान्ताः अत्र उपस्थिताः इत्युक्ते कर्म आवश्यकम् इति वा नाशकारणं सत्यम् इति तु सत्यं किन्तु कर्म आवश्यकं स्यात् किन्तु साक्षात् किमर्थं न नाशयति इति तदर्थम् एते सिद्धान्ताः दत्ताः प्रथमं तु परस्परधर्मविरुद्धद्वयम् उत्पादकत्वं नाशकत्वम् अपि च ततः अग्रे गत्वा परिशीलितवन्तः यत् अस्तु द्वितीयक्षणे संयोगोत्पत्तेः द्वितीयक्षणे न नश्यति संयोगनाशः न भवति तर्हि कथञ्चित् विलम्बः भवति अस्तु तर्हि विलम्बः भवति इति दृष्ट्वा कतिपयक्षणानन्तरमेव नश्यति संयोगनाशः इति अवगतम् किमर्थं तावान् विलम्बः संयोगस्य उत्पत्तिक्षणे कर्म अस्ति संयोगस्य एव कारणं यत् कर्म तत् कर्म अस्ति विलम्बं दृष्ट्वा जानीमः यत् तेन कर्मणा नाशकं संयोगस्य नाशः न भवति इति किन्तु भगिनी संयोगस्य उत्पत्तिक्षणे कर्म अस्ति किन्तु द्वितीयक्षणे कर्म नास्ति इति कथं वक्तुं शक्नुमः एतेषां स्वीकारः अथवा अङ्गीकारः यस् अस्ति यद् तद् कर्म अस्ति अधुना संयोगजनककर्म ओ अस्तु तत् कारणात् द्वितीयक्षणे नाशः न भविष्यति इति सिद्धान्तः अस्तु कर्म एव कारणम् उत्पत्तिकारणं कर्म अस्ति तत्र तदेव कारणात् द्वितीयक्षणे नाशं न भविष्यति इति हा येन कर्मणा संयोगः जातः तत् कर्म अस्ति किन्तु तेन कर्मणा संयोगस्य नाशः न दृश्यते यदि अभविष्यत् संयोगस्य नाशः तेनैव कर्मणा तर्हि द्वितीयक्षणे एव अभविष्यत् खलु यतोहि तत्र कारणं तु अस्ति कारणत्वेन कर्म अस्ति चेत् द्वितीयक्षणे कुतो न जायते किमर्थं न जायते इति आहत्य एतैः सिद्धान्तैः प्रथमं तु परस्परविरुद्धं धर्मद्वयम् अत्र अस्ति अपि च कुत्रचित् अपि तथा न दृष्टम् एकेन उत्पत्तिः तेनैव नाशकत्वम् इति न दृष्टं पुनः कारणत्वे सति स संयोगनाशः इति कार्यं न जातं, विलम्बेन जायते. तर्हि एतान् अंशान् परिशील्य सा एव क्रिया अधुना कारणम् अस्ति न वा संयोगनाशं प्रति इति परिशीलनं जायमानम् अस्ति. अस्तु अस्तु, बुद्धं वा? अग्रे सरेम, अग्रे सरेम भगिनी. बुद्धम् इत्युक्ते पूर्णतया नास्ति, किञ्चित् मया अपि कष्टः अनुभूतः वर्गे. अस्तु, पश्येम तत्र कुत्र पर्यन्तं गन्तुं शक्नुमः इति. तर्हि मनसि इदं भवेत् यद् यया क्रियया संयोगस्य उत्पत्तिः तया एव क्रियया संयोगः संयोगनाशः भवति न वा इत्यस्य चर्चा अधुना. अन्ते गत्वा हा क्रियान्तरं स्यात् इति आगच्छति इति परिशीलयिष्यामः अद्य. अस्तु, लक्ष्मी भगिनी अग्रे. आं भगिनि, भगिनि इनिशियल् स्टेट् किम् इति अत्र ज्ञातव्यं. यदि इनिशियल् स्टेट् ज्ञास्यन् ऐ मीन् यदि इनिशियल् स्टेट् ज्ञायते तदनन्तरं किं क्रिया का क्रिया का क्रियया संयोग संयोगनष्टः वा संयोग उत्पन्नं वा स भवति इति स्पष्टतया वक्तुं शक्यते. प्रथमपञ्चव्यापिनी प्रक्रियायाम् इनिशियल् सेट् किं स्वीकरणीयमिति आवश्यकम्. हा बुद्धं, पुस्तके दत्ता क्षणपञ्चके दत्तायां क्षणपञ्चकव्यापिनी प्रक्रियायां तु इनिशियल् स्टेट् अस्ति सा क्रिया यया विभागः जायते. अस्तु, पुस्तके तादृशी क्रिया इनिशियल् स्टेट् अस्ति, तस्मिन् किं तत् प्रकोष्ठकम् अस्ति खलु तत्र. किन्तु अधुना यस्य चर्चा जायमाना अस्ति सा क्रिया सा इनिशियल् स्टेट् अस्ति यया कर्मजसंयोगः जायते, तत्तु पुस्तके न प्रदर्शितम्. अस्तु, संयोगः जायते तया एव क्रियया, यया संयोगः जायते तया एव क्रियया संयोगनाशः भवति न वा इति एतावत्पर्यन्तं परिशीलनं. तर्हि भिन्नभिन्नप्रकारैः सिद्धान्ती वक्तुम् इच्छति यत् न, तद् न शक्यं, यतोहि नाशकत्वम् उत्पादकत्वम् इति परस्परविरुद्धधर्मद्वयम् इति, अपि च द्वितीयक्षणे एव संयोगनाशः न भवति यद्यपि क्रिया अस्ति तथापि न भवति इत्यादिकम् उक्त्वा कर्मान्तरं स्यात् इति साधयितुम् इच्छति इति एव अग्रिमप्रश्नः. पुस्तके कुत्र अस्ति भगिनि? पुस्तके घटस्य उदाहरणमस्ति, न तु हस्तसंयोगः. किमर्थं चेत् यदि इनिशियल् स्टेट् वदामः तस्मिन् समये हस्तपुस्तकमध्ये संयोगः आसीत् पूर्वक्षणात् आसीत् एव वा, नो चेत् नूतनसंयोगः इदानीं पुस्तकं पृथक् हस्तः पृथक् इदानीं क्रियया हस्तपुस्तकः संयोगः जातः, अनन्तरं यदि हस्तपुस्तकः हस्तः पुस्तकेन विभागः भवति तद् द्वयोपि भिन्नक्रियया भवति. प्रथमं संयोगः अनन्तरं विभागः द्वयोपि भिन्नभिन्न क्रियया भवति. तदर्थमेव इनिशियल् स्टेट् किम् इति अहं पृच्छामि. यदि इनिशियल् स्टेट् द्वयोः मध्ये संयोगः पूर्वमेव आसीत् इदानीं किमपि नूतनक्रिया आगता तस्मात् केवलं तस्मात् विभागः जातः चेत् द्वितीयक्षणे वा तृतीयक्षणे संयोगनाशः भवति. प्रथमक्षणे इनिशियल् स्टेट्, द्वितीयक्षणे क्रिया, तृतीयक्षणे विभागः. अस्तु, तर्हि इनिशियल् स्टेट् अस्ति, हस्तपुस्तकयोः संयोगः न आसीत् इति. अस्तु, तर्हि प्रथमसोपानं संयोगजनकक्रिया. अस्तु, तत् एवं यदि तत् इनिशियल् स्टेट् अस्ति चेत् भिन्नभिन्नक्रियाया एव संयोगः जातः, अनन्तरं विभागः अपि जातः. हा हा, इति वक्तुम् इच्छति इत्येव अग्रिमः प्रश्नः. भवती पठतु तर्हि प्रश्नः, यतोहि अस्तु किन्तु यतोहि तत्कर्म न कर्मान्तरं हस्ते विद्यमानया क्रिया यया क्रियया हस्तपुस्तकसंयोगः निष्पन्नः, द्वयोः संयोगनाशः तया क्रियया न अन्यया क्रियया. उत्तरं, किन्तु तथा सति प्रक्रिया अनुसर्तव्या भवति. नाम क्रिया ततो विभागः तदा पूर्वसंयोगनाशः इति प्रक्रिया. तदानीं क्रिया अन्यथा सिद्धा भवति. संयोगनाशात् पूर्वक्षणे विभागः अस्ति, तर्हि क्रिया कारणत्वेन अन्यथा सिद्धा. अस्तु, पूर्वस्मिन् परिच्छेदे प्रश्नः आसीत् समानकर्मणा संयोगजातः अपि च संयोगनाशः अपि समानकर्मणा एव भवति. किम् अत्र प्रश्नः तस्य उत्तरं प्रायः न कर्मान्तरम् इति एतत् परिच्छेदः परिच्छेदस्य आरम्भम् सिद्धान्ती पुनः पृच्छति. अस्तु, तर्हि अग्रिमक्षणे एव किमर्थम् उत्तरं दत्वा उत्तरे प्रश्नः अस्ति. अस्तु, तथा वदति चेत् कर्म एव इति संयोगनाशस्य कारणम् इति वदति चेत् तर्हि द्वितीयक्षणे एव किमर्थं न भवति इति पृच्छति. तेन पुनः प्रश्नः आगच्छति किं, यतोहि तद् किमस्ति इत्युक्ते भिन्नकर्मणा. हस्ते विद्यमानया क्रिया यया क्रियया हस्तपुस्तकयो पुस्तकसंयोगः निष्पन्नः. अस्तु, प्रथमतया यया क्रियया हस्तपुस्तकः पुस्तकमध्ये संयोगः जातः, द्वयोः संयोगनाशः तया क्रियया न अन्यया क्रियया. प्रथमतया हस्तकपुस्तकसंयोगः जातः. तया एव क्रियया द्वयोः मध्ये संयोगनाशः न भवति, किन्तु अन्यक्रियया भवति इति सिद्धान्तिनः वदति. एकनिमिष, इति पूर्वपक्षि. पूर्वपक्षि, ओ अस्तु. इति पूर्वपक्षि वदति, क्रिया एव कारणं, क्रियातः नास्ति क्रियान्तरं जातम् इति वदति. तदा उत्तरत्वेन किं वदति सिद्धान्ति? उत्तरत्वेन सिद्धान्ति भवति वदति कर्म सिद्धान्ति वदति कर्मान्तरं, तत् कर्मण कर्मान्तरम् इत्युक्ते उत्तरं किमस्ति? उत्तरं तु अन्यक्रियया भवति इति तदेव उत्तरं किल, कर्मान्तरम् इत्युक्ते अन्यक्रियया. सत्यम् इति कः पूर्वपक्षी वदति, न कर्म एव अस्ति इति. तदा सिद्धान्ती उत्तरत्वेन वदति यत् अस्तु, किन्तु भवतु नाम कर्मणा किमपि जायते इति भवतु नाम, किन्तु तदा एका प्रक्रिया अस्ति, सा प्रक्रिया अनुसर्तव्या इति. तर्हि सिद्धान्तीनां मतानुगुणं अस्तु, क्रिया इति अस्ति एकं सोपानं प्रक्रियायां, तस्यां प्रक्रियायां क्रिया साक्षात् कारणं तु नास्ति. क्रियाविभागः पूर्वसंयोगनाशः इति या प्रक्रिया अस्ति तस्याम् अन्यथा सिद्धत्वम् अस्ति क्रियायाः इति पुनः सिद्धान्ति स्वस्य सिद्धान्तं वदति अत्र. आम् अस्तु, उत्तरम् अतः अस्ति. आम् अन्यथा सिद्धा भवति. अस्तु, अन्यथा सिद्धा इत्युक्ते पूर्वं दृष्टवन्तः इति घटनिर्माणप्रक्रियायां कुलालस्य पिता अन्यथा सिद्धः किल? सत्यम्. अत्र अत्र अस्मिन् प्रसङ्गे अन्यथा सिद्धा इति अनन्तरं द्वितीयक्रिया अन्यथा सिद्धा इत्युक्ते पूर्वस्मिन् ओ अस्तु पूर्वस्मिन् क्रियया अपि च नूतनक्रियया मध्ये कोऽपि सम्बन्धः न भवेत् इति. सत्यं सत्यं. पूर्वं या क्रिया आसीत् इनिशियल् स्टेट् अनन्तरं, सा क्रिया तु कारणं नास्ति इति साधितवन्तः कथञ्चित् एतत् सर्वम् उक्त्वा, परस्पर विरुद्धधर्मः अपि च द्वितीयक्षणे न जायते तत् सर्वम् उक्त्वा, पूर्वसंयोगजनकक्रिया तु कारणं नास्ति संयोगनाशस्य इति साधितवन्तः. तदा प्रतिपक्षि वदति अस्तु क्रिया अस्ति किन्तु क्रियान्तरेण जायते संयोगनाशः, तथा किमर्थं न स्यात् इति पुनः प्रतिपक्षी पृच्छति चेत् तदा पुनः ते वदन्ति यत् तथा चेत् क्रियान्तरं भवति चेत् तत्र एका प्रक्रिया अस्ति, सा प्रक्रिया अङ्गीकर्तव्या, तस्यां प्रक्रियायां तु एतस्याः नूतनक्रियायाः अन्यथा सिद्धत्वम् अस्ति संयोगनाशं प्रति इति वदन्ति. अस्तु, तर्हि अन्ततो गत्वा नूतन या क्रिया क्षणपञ्चकव्यापिनी प्रक्रियायाम् अस्ति तस्य विषये अधुना उक्तवन्तः. संयोगनाशात् पूर्वक्षणे विभागः अस्ति, तर्हि क्रियाकारणत्वेन अन्यथा सिद्धा. संयोगनाशात् पूर्वक्षणे विभागः अस्ति इत्युक्ते इदानीं क्रियया नूतनक्रियया विभागः जातः, तदनन्तरं नूतनक्रियया इत्युक्ते यदि नूतनक्रिया तृतीयक्षणे भवति, चतुर्थक्षणे संयोगनाशः, पञ्चमक्षणे चतुर्थक्षणे विभागः, पञ्चमक्षणे संयोगनाशः. हा, तर्हि इनिशियल् स्टेट् तः गच्छामश्चेत् तथा. आम् हा, नो चेत् पुस्तके दत्तायां क्षणपञ्चकव्यापिनी प्रक्रियायां तु क्रिया एव प्रथमसोपानम्. अस्तु, तत्र घटे क्रिया तत्र तत्र घटोदाहरणमस्ति, तत्र तु किञ्चित् भिन्न कारणमस्ति. घटः सर्वदा एकस्मिन् आधारे अस्ति. पूर्वदेशसंयोगात् नूतनदेशसंयोगः जातः चेत् तत्र क्रिया आवश्यकमेव. तस्मिन् प्रसङ्गे संयोगनाशः विभागः क्रियया विभागः जातः ततः संयोगनाशः, पूर्वस्मिन् देशात् संयोगनाशः, अन्यस्मिन् देशात् सा एव क्रियया नूतनदेशसंयोगः अपि जातः इति तादृश प्रक्रिया किञ्चित् भिन्नः दृश्यते तत्र तस्मिन् प्रसङ्गे. सत्यं सत्यं. किन्तु अन्ततो गत्वा या क्रिया नश्यति इति प्रदर्शितम् अस्ति पञ्चव्यापिनि पुस्तके, तत्तु द्वितीया क्रिया, न तु प्रथम इनिशियल् स्टेट् इत्यस्य क्रिया. अस्तु अस्तु, अग्रे सरेम. तर्हि जयन्ती भगिनी. आम् यया क्रियया विभागः तत् अभवत् वा न न तत् तस्मिन् प्रश्ने स्मः यया क्रियया विभागः निष्पन्नः तया क्रियया किमर्थं संयोगनाशः न स्यात् अस्तु हा पुनः प्रश्नकारः वदति कथञ्चित् क्रियायाः उपरि दायित्वं दातुं प्रयत्नं करोति सः द्वितीया क्रियया यया विभागः जायते तदनन्तरं संयोगनाशः जायते सा एव क्रिया इतोहि द्रव्ये अस्ति तर्हि किमर्थं तया क्रियया संयोगनाशः न भवति इति प्रश्नः तर्हि उत्तरम् अस्ति तर्हि विभागस्य क्षणे संयोगनाशः यदि क्रिया एव कारणं संयोगनाशस्य तर्हि विलम्बः कुतः प्रथमक्षणे क्रिया द्वितीयक्षणे विभागः तृतीयक्षणे संयोगनाश इति अस्ति किल प्रक्रिया पुनः उत्तर उत्तरकारः वा कः तस्य नाम किं भगिनि इति सिद्धान्ति एव इति चिन्तयामि तर्हि सिद्धान्ति वदति यदि क्रिया कारणं स्यात् तर्हि तस्मिन्नेव क्षणे संयोगनाशः अपि संयोगनाशः अपि भवति परन्तु अत्र तु विलम्बः जातः अतः मध्यमक्षणे किमपि जायते येन संयोगनाशः जातः इति वदति अतः एव प्रक्रियानुसरेण प्रथमं क्रिया तदनन्तरं किमपि जायते विभागरूपेण तदनन्तरमेव संयोगनाशः इति हा सत्यं पुनः स्वस्य प्रक्रियायाः समर्थनं करोति एषः उत्तरदानं यः करोति अस्तु अग्रे अग्रे अपि पठतु अग्रिमप्रश्नः तथा मन्यते चेत् किन्तु प्रतिपक्षी वदेत् यत् विभागः संयोगनाशः च समानकाले किमर्थं न स्यात् नाम विभागः अतिरिक्तगुणः मा भवतु अस्माकं पूर्वतनसमस्या तर्हि क्रिया एव कारणम् इति भवतु तर्हि एकस्मिन् क्षणे एव विभागः अपि तु संयोगनाशः इति भवतु तर्हि विभागः इति अतिरिक्तगुणः न भवतु किमर्थम् इत्युक्ते एकस्मिन् क्षणे एव जायते तर्हि विभागः इति अतिरिक्तः गुणः न स्यात् कारणरूपेण अतिरिक्तः गुणः न स्यात् यतोहि द्वयोः अपि द्वे अपि एकस्मिन् क्षणे एव भवतः इति हा सत्यम् इति यः कोऽपि आक्षेपं करोति सा वदेत् इति सा तथा वदति उत्तरमस्ति तर्हि संयोगनाशः एव विभागः भवतु इति वा उत्तरत्वेन बहून् प्रश्नान् पृच्छति एषः संयोगनाशः एव विभागः भवतु इति वा आम् तर्हि भवतः अवगमनं तथा चेत् एकस्मिन् क्षणे एव संयोगनाशः विभागः अपि भवति चेत् भवतः चेत् द्वयोः अपि समानं वा इति गुणौ समानौ वा इति प्रश्नः हा वस्तुतः एकः तु गुणः एव नास्ति संयोगनाशः तर्हि पुनः पृच्छति तर्हि भवतः आशयः कः संयोगनाश एव विभागः वा इति पृच्छति अस्तु अग्रे सरला भगिनी तर्हि अग्रे कथं प्रचलति अयम् आलापः प्रश्न सत्यं सः अङ्गीकरोति पूर्वपक्षी तत् संयोगनाश एव विभागः अस्ति उत्तरं सिद्धान्तिन् वदन्ति संयोगनाश एव विभाग इति स्वीक्रियते चेत् विभक्त इति प्रत्यय भवति लोके हस्तात् विभक्तं पुस्तकं विभक्तः इति प्रत्ययस्य प्रत्यक्षं लोके अस्ति हस्तपुस्तयो विभागो जातः इति संयोगो नष्टः इत्यर्थ इति वदतु किन्तु विभक्त इत्यस्य कथनेन एक अवधि अस्माभिः अनुभूयते हस्तात् पुस्तकं विभक्तं पञ्चम्यन्तं प्रयोगः क्रियते इत्युक्ते कश्चन अवधिः अस्ति संयोगनाश इति चेत् नाशस्य अवधिः न भवति अतः पृथक्तया सावधिकः कश्चन पदार्थः अस्ति इति वक्तव्यम् सो सिद्धान्तेन उत्तरं ददाति संयोगनाश एव विभाग इति स्वीक्रियते चेत् विभक्त इति प्रत्ययः भवति लोके लोके सामान्यतया विभक्त इति प्रत्ययस्य प्रयोगं भवति तर्हि तर्हि संयोगनाश एव विभाग यदि वयं स्वीक्रियते तर्हि विभक्त कथं भवति हस्तात् विभक्तं पुस्तकम् एतत् सामान्यतया लोके ज्ञातम् अस्ति हस्तात् विभक्तं पुस्तकं विभक्त इति प्रत्ययस्य प्रत्यक्षलोके अस्ति हस्तपुस्तकयो विभागो जातः हस्तात् पुस्तकं विभक्त भवति एतत् हस्तपुस्तकयो विभागः अस्ति संयोग नष्ट भवति यदा हस्तपुस्तकयो विभागः अस्ति तदा संयोगः नष्ट अस्ति इति भवति किन्तु विभक्त इत्यस्य कथनेन एक अवधि यदि वयं विभक्तप्रत्ययप्रयोगम् उपयुज्य कुर्मः तर्हि अवधि अस्माकं मनसि अनुभूयते अवधिः इति स्मरति वा भगिनि अवधि सावधिकं विभागः सावधिकः फलवृक्षात् पतति वृक्षात् सावधिकं भवति फले अवधि भवति वस्तुतः पञ्चमी अवधिः अस्ति हस्तात् इति यदा वदामः तत्र कश्चन अवधिः अनुभूयते यदि अवधिः अनुभूयते तदा संयोगनाश इति यदि वयं वदामः तदा अवधिः न अनुभूयते संयोगनाश वदामः यदा अतः पृथक्त्या सावधिक कश्चन पदार्थः अस्ति इति वक्तव्यम् अतः सिद्धान्तिन वक्तुम् इच्छति अवधि पृथक् अस्ति संयोगनाश पृथकम् अस्ति सो विभागस्थले अवधि भवति सो विभाग संयोगनाश द्वयोः भेदः अस्ति हा सत्यं समीचीनं तर्हि हस्तात् विभक्तं पुस्तकम् इत्यस्य प्रतीतेः समर्थनार्थं प्रतीतिः कुतः आगच्छति विभागः विभक्तः इति प्रतीतिः कुतः आगच्छति यतोहि यत्र तादृशपदार्थः अस्ति तादृशगुणः अस्ति तेन शब्दप्रयोगः जायते हस्तात् विभक्तं पुस्तकम् इति प्रतीतिः जायते अतः विभागः इति अन्यतमः पदार्थः इति सिद्धान्ति इति वदति सिद्धान्ति अस्तु राजेन्द्र महोदय अग्रे आं भगिनि प्रश्नः एकनिमिषं भगिनि क्षम्यतां प्रश्नः अस्ति विभागः संयोगः अन्यपदार्थः इत्युक्ते संयोगनाशः भिन्नपदार्थः इत्युक्ते द्वयोपि एकस्मिन् क्षणे न भवितुम् अर्हन्ति अर्हतः हा वस्तुतः भिन्नपदार्थद्वयम् अस्तु तर्हि पूर्वपक्षी किम् आक्षिपति संयोगनाशः एव विभागः इति आक्षिपति खलु तस्य आक्षेपस्य निवारणार्थं वदति यत् संयोगनाशः तु अभावरूपपदार्थः, विभागः न तथा. संयोगनाशेन हस्तात् विभक्तं पुस्तकम् इति प्रतीतिर्न जायते, अतः नूतनपदार्थः आवश्यकः इति कृत्वा अधुना समयस्य विषयः न वदति एतावत्पर्यन्तं. केवलं द्वयोः पदार्थयोः भेदः अस्ति इति प्रदर्शितवान् अस्ति अत्र उदाहरणं दत्वा. समयस्य विषये अग्रिमप्रश्नः अस्ति. अस्तु, राजेन्द्रमहोदय. भगिनि, एकनिमिषम्, अन्तिमवाक्यस्य अर्थः सम्यक्तया न अवगतः. अतः पृथक्तया सावधिकः कश्चन पदार्थः अस्ति इति वक्तव्यम् इत्युक्ते? हा, इत्युक्ते तदेव भगिनि, संयोगनाशात् संयोगनाशं विहाय पृथक्तया एकः सावधिकः यस्य अवधिः अस्ति सः सावधिकः, संयोगनाशः तु न सावधिकः खलु इति आवश्यकमस्ति. राजेन्द्रमहोदय. प्रश्नः. सत्यं, तर्हि अतिरिक्तः गुणः विभागः इति भवतु, किन्तु स च विभागः संयोगनाशात् पूर्वम् अस्ति इति तु नोक्तं, पूर्ववृत्तित्वं प्रमाणितं भवेत्. केचन वदन्ति यत् विभागः संयोगनाशात् विना इति चेदपि तस्य पूर्ववृत्तित्वस्य प्रमाणं नास्ति. संयोगनाशस्य पूर्ववृत्तित्व अभावात् यद्यपि तादृशविभागरूपप्रत्ययः स्यात्, किन्तु विभागः संयोगनाशं प्रति कारणं पूर्ववृत्तित्व अभावात् कथं वा स्यात्? इदानीं तु द्वितीयप्रश्नः आगच्छति. प्रश्नकारः वदति, सत्यं अङ्गीकरोमि, यथा भवान् वदति तत्र अङ्गीकरोमि, परन्तु विभागः भवतु, अतिरिक्तगुणः इति भवतु, परन्तु तत् अङ्गीकुर्मः चेत् विभागः संयोगनाशात् पूर्वम् अस्ति इति तु न उक्तम्, इत्युक्ते तस्य कारणकार्यभावः न अस्ति. विभागः तत्र भवतु संयोगनाशात् पूर्वं, तत्र तु न उक्तं कुत्रापि. पूर्ववृत्तित्वं प्रमाणितं भवेत्, यदि तत्र पूर्ववृत्तित्वम् अस्ति, कार्यकारणभावः अस्ति, तत्र प्रमाणितं प्रमाणं किम् अस्ति? तत्र किमपि प्रमाणं इदानीं पर्यन्तं न दत्तः. तत् कारणात् तत्र विभागः तत्र भवतु पूर्वं, तत्र तु कोऽपि प्रमाणं नास्ति. केचन वदन्ति यत् विभागः संयोगनाशात् भिन्नः इति चेदपि तस्य पूर्ववृत्तित्वस्य प्रमाणं नास्ति. यदि यः कोऽपि वदति विभागः संयोगनाशात् भिन्नः, परन्तु विभागसंयोगनाशमध्ये कोऽपि पूर्ववृत्तित्वं कार्यकारणभावः अस्ति तत्कृते कोऽपि प्रमाणं नास्ति. संयोगनाशस्य पूर्ववृत्तित्व अभावात् यद्यपि तादृशविभागप्रत्ययः स्यात्, किन्तु विभागसंयोगनाशं प्रति कारणं पूर्ववृत्तित्व अभावात् कथं वा स्यात्? संयोगनाशस्य पूर्ववृत्तित्वम् अभावः अस्ति, यत्र विभागः तस्य कारणम् अस्ति, तत् यद्यपि वयं स्वीकुर्मः विभागसन्दर्भे अवधिप्रत्ययः भवतु, परन्तु विभागः संयोगनाशं प्रति कारणम् अस्ति, तत्तु पूर्ववृत्तित्वम् अभावः अस्ति, तत् कोऽपि प्रमाणं नास्ति, तत् कथं वा स्यात्? अकारणेन एव तथा न भवितुमर्हति, यथा कोऽपि प्रमाणं न इदानीं पर्यन्तं दत्तः. हा हा, इत्युक्ते तत्र क्षणपञ्चकव्यापिनी प्रक्रियायां विभागः तः संयोगनाशः तादृश सोपानार्थं प्रमाणं कुत्र अस्ति? भवतु नाम भिन्नभिन्न द्वौ पदार्थौ, किन्तु विभागः पूर्वमेव भवति इत्यस्य प्रमाणं किम्? तस्य प्रमाणं नास्ति चेत् कार्यकारणभावः नास्ति इति वदति. हा, उत्तरत्वेन किमस्ति महोदय उत्तरम्? उत्तरं, विभागः अन्यः इति यदा स्वीक्रियते तदानीं पूर्वतरभावः आयाति एव. अत्र विभागसंयोगनाशयोः भेदः कर्तव्यः इति आयाति किल। यदा भेदः स्वीकृतः तदानीं तयोः कश्चन सम्बन्धः अपि वक्तव्यः अस्ति। कः सम्बन्धः? कार्यकारणभावः। इदानीम् उत्तरत्वेन सिद्धान्तः वदति, यदि भवान् स्वीकरोति तत् विभागः अन्यः अस्ति, संयोगनाशः अन्यः अस्ति, तदानीं तत् पूर्वतरभावः आयाति एव। किञ्चित् स्वयम् एव तत्र पूर्वतरभावः आयाति, तत् कोऽपि पूर्ववृत्तितं तत्र आयाति। अत्र विभागसंयोगनाशो भेदः कर्तव्यः इति आयाति किल। यदा वयं विभागसंयोगनाशयोः मध्ये भेदः अस्ति तत् स्वीकुर्मश्चेत् तत्र तु तत् किञ्चित् तत्र कोऽपि पूर्वतरभावः आयाति। यदा भेदः स्वीकृतः तदानीं तयोः कश्चन सम्बन्धः अपि वक्तव्यः अस्ति। यदि विभागसंयोगनाशयोः मध्ये भेदः स्वीकुर्मः चेत् तत् कोऽपि कश्चन सम्बन्धः तत्र अपि वक्तव्यः। कः सम्बन्धः? उत्तरत्वेन सिद्धान्तेन वदति, कार्यकारणभावः भवति तत्र सम्बन्धः विभागसंयोगनाश मध्ये। हा हा, समीचीनं। तर्हि किमर्थं कार्यकारणभावः वदन्ति, अपि च किमर्थं कश्चन सम्बन्धः स्वीकर्तव्यः एव इति वदन्ति इति अग्रिम केषुचित् प्रश्नेषु स्पष्टं भवति। अस्तु, पूर्वतरभावः इत्युक्ते किं भगिनि? पूर्ववृत्तित्वं तावत्, पूर्वतरः इत्युक्ते किं, तरप्तमप् इति अस्ति खलु, अर्लियर्। अस्तु, पूर्वतन, अस्तु, पूर्वतन, पूर्वतरः, अर्लियर् इति। हा, सन्ध्या भगिनी अग्रे। यद्यपि तयोः भेदः स्यात् तथापि तयोः समानकालिकम् अस्तित्वं भवितुं नार्हति वा? उत्तरं, किन्तु द्वयोः भेदः अस्ति चेत् तयोः कश्चन सम्बन्धः उपपादनीयः। कः सम्बन्धः द्वयोः भवितुम् अर्हति? कार्यकारणभावः। तर्हि प्रश्नः अस्ति, तर्हि यद्यपि विभागसंयोगनाशयोः भेदः भवतु पर तथापि तत्र समानकालिकवृत्तित्वं कथं न भवितुम् अर्हति इति प्रश्नः। तर्हि उत्तरत्वेन वदन्ति, द्वयोः भेदः यदि अस्ति विभागः अपि च संयोगनाशयोः, तर्हि तयोः द्वयोः मध्ये कश्चन भेदः, कश्चन सम्बन्धः आवश्यकः, सः सम्बन्धः एव कार्यकारणभावः इति। किमर्थं न समानकाले क्रियया विभागः अपि उत्पद्यते, तस्मिन्नेव काले तया एव क्रियया संयोगनाशः अपि जायते? तर्हि अग्रिमप्रश्नः अस्ति, किमर्थं न समानकाले क्रियया विभागः अपि उत्पद्यते, तस्मिन्नेव काले तया एव क्रियया संयोगनाशः अपि जायते? तर्हि प्रश्नः अस्ति, समानकाले एव विभागः अपि संयोगनाशः अपि समानकाले तया एव एकया एव क्रियया किमर्थं न जायते द्वौ अपि? तर्हि उत्तरमस्ति, विभागसंयोगनाशयोः कार्यकारणभावः अस्ति, तदर्थं कारणस्य पूर्ववृत्तित्वं भवेत्। तर्हि भगिनि, पूर्व तत्र तृतीयः इत्युक्ते इतः पूर्वं तृतीयप्रश्ने तत्र पूर्ववृत्तित्वं, तत्र संयोगनाशस्य पूर्ववृत्तित्वाभावात् इति सर्वमस्ति, विभागसंयोगनाशं प्रति कथं कारणं भवति इति अस्ति इति प्रश्नः अस्ति। तत्र उत्तरं ते एवमेव वदन्ति, तत्र कार्यकारणभावः अस्ति, सत्यम्। अनन्तरं ते पुनः पुनः कार्यकारणभावः अस्ति इत्येव उक्त्वा सर्वं प्रतिपादयन्ति, परन्तु कार्यकारणभावे भावः तेन किमर्थं भवितव्यम् इत्येव प्रश्नः अस्ति इति मम एव, मम अपि प्रश्नः आसीत् वर्गे, वस्तुतः कार्यकारणभावः कुत्र आगतः यदा अनुमानवाक्यं दृष्टमासीत् तदा खलु? आम्, इति मम अपि प्रश्नः आसीत्, किमर्थं तथा कल्पनीयः अस्ति इति. अग्रे गत्वा तस्य विषये अपि उल्लेखः भवति इति चिन्तयामि. अस्तु, भवती यदुक्तवती तत् सत्यम्, अघर्षन् एव कुर्वन्ति वितौट् अ रीज़न् इति. अग्रे पश्येम कथं समर्थयन्ति कार्यकारणभावम् इति. तर्हि वस्तुतः एवं वक्तुम् इच्छन्ति ते यत् अत्र अस्ति पूर्ववृत्तित्वं, नियतपूर्ववृत्तिः अस्ति एव विभागः, तदर्थं कारणम् अस्ति संयोगनाशस्य इति वारं वारं वदन्तः सन्ति. तस्य प्रमाणम् इतोपि न आगतम्. न, इतोपि न आगतं. पश्येम तर्हि अग्रे किं वदन्ति इति. वर्धिनी भगिनी, द्वयोः कार्यकारणभावः. द्वयोः कार्यकारणभावः न मन्यते चेत् यथा भूतले सूर्यकिरणैः सस्यमपि उत्पद्यते, तस्य पार्श्वे समानकाले वृक्षः अपि उत्पद्यते. सस्यवृक्षयोः कार्यकारणभावः नास्ति, द्वयोरपि कारणं सूर्यकिरणानि. एवमेव हस्तपुस्तकयोः संयोगः जातः, तदा हस्ते विद्यमानया क्रियया द्वयोः विभागः भवति. तस्मिन्नेव काले विभागः अपि भवति, संयोगनाशः अपि भवति. क्रियाकारणम् अस्ति द्वयोः, क्रियाकारणमस्ति द्वयोः. प्रश्नः द्वयोः कार्यकारणभावः न मन्यते चेत् कथं भवति? यदा भूतले सूर्यकिरणैः सस्यमपि उत्पद्यते, पार्श्वे वृक्षः अपि अस्ति, द्वयोः मध्ये कार्यकारणभावः नास्ति, द्वयोरपि कारणं सूर्यकिरणानि. तद्वदेव हस्तपुस्तकयोः संयोगः जातः, हस्ते विद्यमानया क्रियया द्वयोः विभागः भवति. हस्तपुस्तकयोः मध्ये विभागः, संयोगः जातः, विभागः अपि भवति. तया क्रियया तस्मिन्नेव काले विभागः अपि भवति, संयोगनाशः अपि भवति. क्रियाकारणमस्ति द्वयोः. तर्हि एषः पूर्वपक्षी वारं वारं साधयितुम् इच्छति यत् क्रियाकारणमस्ति विभागस्य संयोगनाशस्य. विभागः संयोगनाशः एकस्मिन् समये एव जायते इति. जायते, हा, यथा तत्र उदाहरणमासीत् सस्यवृक्षयोः. उत्तरमस्ति, क्रियया संयोगः जायते, तदा क्रियया संयोगः नश्यति इति न भवितुम् अर्हति. तदा क्रिया संयोगः नश्यति इति न भवितुम् अर्हति. जयन्ती भगिनी वर्गे स्मरति वा अस्य विषये किं चर्चितवन्तः इति? अहं न आसम् भगिनि, आरम्भे आसम्, परन्तु तदनन्तरं न. राजेन्द्रमहोदय स्मरति वा? प्रायशः न स्मरामि किं चर्चा आसीत् तत्र. हा, यतोहि अत्र पश्यतु, तत्र वदति यत् यथा सूर्यकिरणम् अस्ति तत्रैव, हा, सस्यवृक्षयोः विद्यमानत्वं यथा, तथा तस्मिन्नेव काले विभागः अपि भवति, संयोगनाशः अपि भवति. क्रिया यथा जायते तद्वत् किमर्थं न अङ्गीक्रियते इत्युक्ते, पुनः अत्र क्रियया संयोगः जायते, तदा क्रियया संयोगः नश्यति इति न भवितुम् अर्हति किल इति वदन्ति. इति तु सत्यं, किन्तु कस्य क्रिया, हा, अस्तु, तर्हि क्रियया तथा न भवति इति अङ्गीक्रियते चेत् क्रिया यया यया क्रिया संयोगः जायते तया क्रिया एव विभागः अपि जायते इति पूर्वतनतर्कः एव न विभागः जायते क्रियान्तरेण आरम्भे यद् अपरया क्रियया जायते किन्तु अधुना कस्य क्रियायाः कस्याः क्रियायाः उल्लेखः अत्र दीयते खलु हस्ते विद्यमानया क्रियया इत्युक्ते हस्तपुस्तकयोः संयोगः तस्मिन् समये क्रिया अस्ति इतोपि इतोहि तया क्रियया विभागः अपि जायते इति अस्तु संयोगः अभूत् सत्यं तर्हि पूर्वतनतर्कः एव खलु पूर्वमेव द्वितीयं वा तृतीयप्रश्ने तस्य प्रश्नः आसीत् किमर्थं न हस्ते विद्यमानक्रियया क्रिया एव कारणं न नाशस्य इति नाशं प्रति आमाम् अधुना बुद्धम् अस्तु या क्रिया हस्तपुस्तकसंयोगं जनयति तया क्रियया विभागः जायते तस्मिन्नेव काले संयोगनाशः अपि कुतो न स्यात् इति पृच्छन्ति तया एव क्रियया तर्हि पुनः सत्यं पूर्वतनतर्कः तस्मिन्नेव काले विलम्बः न जायते खलु तस्मिन्नेव काले विभागः अपि भवति संयोगनाशः अपि भगिनि तत्र उक्तं द्वितीयक्षणे विभागः न जायते इति खलु कुत्र एकनिमिष द्वितीयक्षणे संयोगनाशः न जायते इति उक्तम् इति उक्तम् किन्तु अत्र किन्तु अत्र वदन्ति यत् हस्तपुस्तकयोः संयोगः तदा तया क्रियया द्वयोः विभागः अपि भवति किन्तु कस्मिन् काले इति न तस्मिन्नेव काले विभागः अपि भवति तस्मिन्नेव काले विभागः भवति चेत् तद् विलम्बः नास्ति खलु सत्यं विलम्बः नास्ति परन्तु एषः तु किं भगिनि विलम्बः अपि नास्ति संयोगनाशः अपि भवति क्रियाकारणम् अस्ति द्वयोः हा किन्तु अजितमहोदय अजित् संयोगनाशः द्वितीयक्षणे भवति चेत् तेषां सिद्धान्तिनः किम् अनङ्गीकारः अस्ति परन्तु द्वितीयक्षणे अत्र तु विभागः इति भिन्नः पदार्थः अस्ति विभागस्य कृते विलम्बः नास्ति इति किन्तु किन्तु तत्र परन्तु अत्र विभागः अस्ति चेत् संयोगनाशः अपि भवत्येव इति दृष्टम् इति एकपदम् एकवाक्यमस्ति इत्युक्ते हलो हा यस्मिन् काले हा प्रथमतया हस्तपुस्तकयोः संयोगः एकया क्रियया जायते तया क्रियया विभागः भवितुमर्हति अस्तु किन्तु तया एव क्रियया संयोगनाशः न भवितुमर्हति इति तेषां वादः एकया एव क्रियया संयोगः अपि च संयोगनाशः कथं वा स्यात् इति विभागः तु भिन्नः पदार्थः तर्हि तया एव क्रियया अर्हति अस्तु अजितमहोदय एव अग्रे एकनिमिषम् क्रियान्तरम् क्षम्यतां भगिनि अहं तद् इति अस्तु चिन्ता नास्ति तर्हि अग्रे लक्ष्मी भगिनी अधुना भवान् शृणोतु अग्रे पठिष्यति अस्ति वा लक्ष्मी भगिनी क्षम्यतां भगिनि, म्यूट् मध्ये आसम्. क्रियान्तरं क्रियान्तरं प्रश्नः क्रियान्तरं विभागः भिन्नः, संयोगनाशः भिन्नः, द्वयोः मध्ये कार्यकारणभावः नास्ति इति चिन्तयते चेत् किमर्थं न समानकाले द्वौ अपि जायेताम्? उत्तरं, किन्तु विभागः भिन्नः, संयोगनाशः भिन्नः इति स्वीक्रियते चेत् द्वयोः कश्चन सम्बन्धः मन्तव्यः, यतोहि यत्र संयोगनाशः भवति तत्र विभागः प्रतीयते. अस्तु, पुनः सिद्धान्तिनः वदति विभागः भिन्नः, यदि विभागः भिन्नः, विभागः संयोगनाशकः द्वयोपि भिन्नभिन्नपदार्थः, तर्हि तयोः मध्ये कार्यकारणभावः अपि स्यात् इति तेषां मतः. यदि द्वयोः मध्ये यदा द्वयोः मध्ये यदि द्वयोपि न भिन्नः तर्हि ते समानकाले एव भवेत्. किन्तु तथा न उत्तरमस्ति, किन्तु विभागभिन्नः संयोगनाशः इति भिन्नभिन्नपदार्थः इति स्वीक्रियते चेत् पुरः तदेव अस्ति कश्चन सम्बन्धः. यदि तौ भिन्नः कश्चन सम्बन्धः स्वीकरणीयः, नो चेत् तौ समानकालौ तौ समानकाले भवेत् इति आक्षेपन्ते. अत्र मम प्रश्नः आसीत् यत् अस्तु, घटपठौ अपि भिन्नौ पदार्थौ खलु, तयोः मध्ये सर्वदा सम्बन्धं कल्पयामः वा? तथा नास्ति. किन्तु विभागः संयोगनाशः इति भिन्नौ पदार्थौ, तयोः मध्ये कश्चन सम्बन्धः मन्तव्यः, सम्बन्धः स्थापनीयः एव. किमर्थं? यत्र संयोगनाशः तत्र विभागः प्रतीयते, तदर्थं तयोः अन्वयसहचारः दृश्यते. अस्तु, यत्र यत्र धूमः तत्र तत्र वह्नि, तादृश सहचारः दृश्यते, तर्हि कश्चन सम्बन्धः भवेत्. तथा सर्वदा दृश्यते चेत् अस्तु, तर्हि कः सम्बन्धः स्यात्? कश्चन सम्बन्धः भवेत् इति मन्तव्यम्. इदानीं घटपटयोः मध्ये सम्बन्धं न कल्पयामः, घटः भिन्नः पटः भिन्नः, तदर्थं सम्बन्धः इति न. यत्र सहचारः अस्ति भिन्नौ पदार्थौ द्वौ स्तः, तयोः सहचारः, तत्र चिन्तनीयं भवति किमर्थं तथा कः सम्बन्धः इति. अपि च यदि विभागः भिन्नः, संयोगनाशः भिन्नः, विभागः पूर्वमेव अस्ति, विभाग क्रियया विभागः जायते, विभागात् संयोगनाशः इति प्रतीतेः ज्ञानम् इति प्रतीति इति तादृशरीत्या विभागः संयोगनाशस्य कारणम् इति साधनीयं भवति. कथं साधयन्ति इत्युक्ते, प्रथमतया कार्यकारणभावः भवेत् इति उक्तवन्तः, तदनन्तरं कश्चन सम्बन्धः भवेत्, यतोहि सहचारः तु भवति एव अनयोः. पुनः अग्रिमप्रश्नं पठतु. द्वयोः सम्बन्धः किमर्थं वक्तव्यः? यतोहि यत्र द्वयोः संयोगः नष्टः इति भवति तत्र विभागः अपि प्रतीयते. यदा सहचर्यम् अनुभूयते तदानीं कश्चन सम्बन्धः भवेत्. अस्तु, सो द्वयोः सम्बन्धः किमर्थं वक्तव्यः इति प्रश्नः सति, इति प्रश्ने सति उत्तरमस्ति, द्वयोः संयोगः नष्टः इति भवति तत्र विभागः अपि प्रतीयते. अत्र मम चिन्तनमस्ति, प्रथमतया क्रियया विभागः जातः, विभागात् संयोगः नष्टः इति प्रतीतिः विभागात् अनन्तरमेव प्रतीति संयोगनाशः इति प्रतीति भवति. अतः द्वयोः मध्ये कार्यकारणं भावः कल्पयितुं शक्यन्ते. आम् सत्यं, किन्तु तदापि प्रमाणं न जातं खलु. आम् किं कस्य पूर्वम् इति प्रमाणं न जातम्. आम् आम् सत्यं, न प्रमाणं न जातं. यदि कार्यकारणं भावः मन्तव्यः चेत् अपि च विभागः पूर्वमेव भवेत् इति तदपि स्वीकुर्मः चेत् संयोगनाशः अनन्तरमेव प्रतीयते इति स्वीकरणीयं भवति. प्रायः तथा वदन्ति इति चिन्तयामि अग्रे गत्वा, किन्तु अधुना तु सहचारं दृष्ट्वा कारणकार्यभावः स्यात्. यदा सहचार्यम् अनुभवति तदानीं कश्चन सम्बन्धः भवेत् इति अनुमानं कुर्वन्ति. अस्तु, अग्रे अजितमहोदय पठति वा. आं भगिनि, प्रश्नः. यथोक्तं भूतले सूर्यकिरणौ किरणैः सूर्यकिरणैः बहूनि सस्यानि उत्पद्यन्ते. तेषां सर्वेषां कोऽपि विशिष्टसम्बन्धो नास्ति. कुत्रचित् सस्यम् उत्पद्यते, पार्श्वे वृक्षः उत्पद्यते. द्वयोः सम्बन्धस्य वदनस्य का आवश्यकता? आवश्यकता नास्ति किल? उत्तरं, प्रश्नः इति भूतले सूर्यकिरणैः अपि च बहूनि सस्यानि उत्पद्यते. प्रायः प्रथमदृष्ट्या तयोः सम्बन्धः नास्ति. तत्र सम्बन्धस्य कथनस्य वदनस्य आवश्यकता का इति प्रश्नः. उत्तरम्, अस्तु, तर्हि तद्वत् अत्र विभागसंयोगनाशयोः कारणां क्रिया एव भवतु इति चेत् चिन्तयाम. परन्तु सस्यवृक्षयोः नैयित्यं नास्ति. अत्र विभागसंयोगनाशयोः नियतत्वं नियमेन सहचर्यम् अस्ति. तत्र तु एकेन सस्येन साकं यत्किमपि सस्यम् उत्पद्येत. एतदेव सस्यं जायते इति नास्ति. परन्तु अत्र विभागः अस्ति चेत् संयोगनाशः अपि भवत्येव इति दृष्टं. तर्हि नियतः कश्चन सम्बन्धः अस्ति. नियतः सम्बन्धः अस्ति चेत् कार्यकारणभावो वा कश्चन भवदेव भवेदेव. अत्र कश्चन सम्बन्धस्य सम्बन्धः अस्ति, नियतः सम्बन्धः. अत्र तर्हि ते अधुना वदन्ति यद् विभागसंयोगनाशयोः अस्तु क्रिया एव कारणम् इति चिन्तयामः. अस्तु, यथा सूर्यकिरणं सस्यवृक्षयोः उभयोः कारणं सूर्यकिरणं तद्वदेव इति चिन्तयामः. अस्तु, फार् द सेक् आफ् डिस्कशन् चिन्तयामः. तथा चिन्तयामश्चेत् तत्र किं दृश्यते? नैयित्यम्, परन्तु सस्यवृक्षयोः नैयित्यं नास्ति इत्युक्ते नित्यत्वम् अथवा नियतत्वं. अस्तु, क्षयोः मध्ये नियतत्वं नास्ति इति. हा सत्यं. किमर्थम्? अग्रिमवाक्यं पठतु. अत्र तु अत्र विभाग अत्र विभागसंयोगनाशयोः नियतत्वं नियमेन सहचर्यम् अस्ति. अत्र विभागसंयोगनाशयोः नियतत्वम् इत्युक्ते सस्यवृक्षयोः मध्ये विभागसंयोगनाशयोः नियतत्वमेव. हा, इत्युक्ते विभागसंयोगनाशयोः मध्ये नियतत्वम् इत्युक्ते नियमितरूपेण नियमः इव उभयोः साहचर्यमस्ति अथवा उभयोः एकत्र एकस्मिन् समये विद्यमानत्वम् अस्ति एतत् साहचर्यमेव खलु नियमेन साहचर्यम् अस्ति तत्र तु एकेन सस्येन साकं यत्किमपि सस्यम् उत्पद्येत एकेन सस्येन साकं सः साकम् इत्युक्ते सः एकेन सस्येन सह यत्किमपि सस्यम् उत्पद्येत अस्तु अग्रिमवाक्यं पठतु एतदेव सस्यं जायेत इति नास्ति अस्तु इत्युक्ते यत्किमपि सस्यं सस्यवृक्षयोः मध्ये तादृशनियतत्वं नास्ति खलु यद्यपि सूर्यकिरणैः एव जायन्ते एते सस्यानि अथवा वृक्षाः तयोः नियमरूपेण नियमेन सहचर्यं नास्ति इत्युक्ते यः कोऽपि वृक्षः भवतु तस्य पार्श्वे यत्किमपि सस्यं भवतु तथा अस्ति सरला भगिनी म्यूट् करोमि किञ्चित् अस्तु हा वदतु महोदय बुद्धं वा परन्तु विभागस्य कीदृशी स्थितिः अग्रे पठतु परन्तु अत्र विभागः अस्ति चेत् संयोगनाशः अपि अपि भवत्येव इति दृष्टं तद् सामान्यनियमः विभागः अस्ति चेत् संयोगनाशः अपि भवति तर्हि तर्हि नियतः कश्चन सम्बन्धः अस्ति इत्युक्ते नियतः विभागसंयोगनाशयोः मध्ये नियतत्वम् अस्ति तद् तत् किञ्चित् कश्चन सम्बन्धः अस्ति इति इत्युक्ते वृक्षसस्ययोः मध्ये सम्बन्धः कल्पनीयः न भवति यतोहि तत्र नियतत्वं नास्ति हा सूर्यकिरणैः यद्यपि जायते तदापि एतदेव इत्युक्ते विशिष्टवृक्षस्य वृक्षेण साकं विशिष्टं सस्यम् इति नास्ति तादृशी विशिष्टता नास्ति परन्तु अत्र विशिष्टम् अस्ति विभागः अस्ति चेत् संयोगनाशः अस्ति इति विशिष्टम् अस्ति वैशिष्ट्यम् अतः नियतत्वम् अथवा नियमेन सहचर्यं सर्वदा दृष्ट्वा कश्चन सम्बन्धः भवेत् इति ते वदन्ति पुनः सः सम्बन्धः कार्यकारणभावः भवेत् इति अपि वदति नियतः सम्बन्धः अस्ति चेत् कार्यकारणभावो वा कश्चन भवेत् एव इति ते वदन्ति किन्तु अग्रे अङ्गीकारः नास्ति कार्यकारणभावः अथवा कः सम्बन्धः सः इत्यस्य विषये अग्रे चर्चा अस्ति अग्रे जयन्ती भगिनि भगिनि नयत्वं तस्य अर्थं किं भगिनि नयत्वं नियतत्वं भेदं किम् अस्ति समानमेव भगिनि समानम् अस्तु अग्रे जयन्ति भगिनि आं प्रश्नः कश्चन सम्बन्धः नाम द्वयोः कारणं समानं समानकारणजन्यत्वं प्रश्नः अस्ति किमर्थं न द्वयोः कार्यकारणभावः इत्यस्मिन् स्थाने द्वयोः एकं कारणम् अस्ति इति किमर्थं न वदामः इति प्रश्नः उत्तरं तर्हि एतत् पक्षानुसारं विभागजविभागः कथम् उपपाद्यते हस्तपुस्तकविभागः तदा कायपुस्तकविभागः इति अस्तु द्वयोः कारणं समानम् इति चेत् हा तर्हि अस्तु तर्हि अङ्गीकुर्मः एतत् पक्षानुसारं समानकारण इत्युक्ते क्रिया एव कारणं भवतु इति अङ्गीकुर्मः समानकारणजन्यत्वम् इति अङ्गीकुर्मः इति वदति सिद्धान्ति तर्हि अस्य आधारेण हस्तपुस्तकविभागः कायपुस्तकविभागः इति अपि किञ्चित् प्रतिपादयतु इति हस्तपुस्तकविभागः क्रियया जायते इति अङ्गीकुर्मः. आम्, परन्तु हस्तपुस्तकविभागेन कायपुस्तकविभागः हा इति कथं प्रतिपादयति इति पुनः उत्तरं दत्वा उत्तरे एव किञ्चित् पृच्छन्ति. अग्रे पठतु, स्पष्टं स्यात् प्रायः. तत्रापि विभागः च संयोगनाशः समानक्षणे भवतु. उत्तरं विभागसंयोगनाशयोः कार्यकारणभावो नास्ति चेत् समानक्रियातः जायते चेत् किमर्थं द्वयोः पार्थक्यम्? अस्तु, द्वयोः कारणं समानम् इति चेत् किमर्थं पृथक् पृथक् जायते इति वा? तत् विभाग च संयोगनाशः समानक्षणे तत्रापि भवतु इत्युक्ते कायपुस्तकविभागः इति यदस्ति तस्मिन् इत्युक्ते अवयविनी विभागः तस्मिन् अपि तथा एव भवतु इति ते वदन्ति. यः कोऽपि समानकारणजन्यत्वं प्रतिपादयन्ति. उत्तरमस्ति विभागसंयोगनाशयोः कार्यकारणभावो नास्ति चेत् समानक्रियातः जायते चेत् किमर्थं द्वयोः पार्थक्यम्? अत्र द्वयोः इत्युक्ते हस्तपुस्तकविभागः अपि तु कायपुस्तकविभागः इत्यस्य उल्लेखः वा? हा इति चिन्तयामि. अस्तु अस्तु. तर्हि सः सिद्धान्ते वदति कारणम् एकं समानम् इति स्वीकुर्मः चेत् किमर्थं हस्तपुस्तकविभागः कायपुस्तकविभागः एकस्मिन् क्षणे न भवतः इति वा? अत्र विभागसंयोगनाश मध्ये अस्ति किं समानक्रिया जायते किमर्थं द्वयोः पार्थक्यं? विभागः एकः अस्ति, संयोगनाशः इत्युक्ते कायपुस्तकविभागः हस्त तु अवयवस्य स्तरे खलु, काय तु अवयविनि. वयं तु जानीमः संयोगविभागः प्रथमम् अवयवे कर्मजसंयोग वा कर्मजविभागः, पुनः अवयविनि संयोगज संयोगः अथवा विभागजविभागः इति भवति खलु इति वयं पूर्वं पठितवन्तः. हस्तपुस्तकसंयोगः प्रथमं, तदा कायपुस्तकसंयोगः इति. तर्हि एषः पृच्छति समानकारणजन्यत्वं वदति चेत् कथं वा प्रतिपादयति, कायपुस्तकविभागं कथं प्रतिपादयति इति. उत्तरत्वेन एषः पुनः वदति यत् अस्तु, तस्मिन् स्तरे अपि तथा एव मन्यामहे इति. कथं मन्यामहे? विभागः एव संयोगनाशः इति समानक्षणे एव मन्यामहे इति. पुनः विभागसंयोगनाशयोः कार्यकारणभावः नास्ति चेत् समानक्रियाया जायते चेत् किमर्थं द्वयोः पार्थक्यम्? कयोः इति मम मनसि अपि स्पष्टता नास्ति, महोदय पुनः प्रष्टव्यः. अत्र द्वयोः पार्थक्यम् अत्र पुनः विभागसंयोगनाशयोः एव पार्थक्यं किमर्थमिति अहं चिन्तयामि. कार्यकारणभावः नास्ति चेत् द्वयोः मध्ये तर्हि पदार्थौ किमर्थं तौ द्वौ अपि इति प्रश्नरूपेणविभागस्ति. परन्तु अत्र विभागः संयोगनाशः इति हस्तपुस्तकविभागस्य प्रसङ्गे एव तस्य उत्तरम् अस्ति. प्रश्नद्वयोः कारणं समानं, तत्र विभागः तथा संयोगनाशः तस्य कारणं द्वयोः. तर्हि आरम्भे सिद्धान्तः कः इति चेत् अवयवसंयोगात् अवयविनी संयोगः जायते, अवयवसंयोगात् अवयवविभागात् अवयविनी विभागः जायते इति सिद्धान्तः उभाभ्याम् अङ्गीक्रियते. यः कोऽपि प्रश्नं वदति, यः कोऽपि प्रश्नं पृच्छति उभाभ्याम्. अतः एव पुनः प्रश्नः आगच्छति यत् अस्तु विभागः च तर्हि कथं प्रतिपादयति, विभागः संयोगनाशः समानः एव इति वदति चेत् तादृशकायपुस्तकविभागं कथं प्रतिपादयति इति. उत्तरत्वेन एषः वदति विभागः तत्रापि तस्मिन् स्तरे अपि कायपुस्तकविभाग इत्यस्मिन् स्तरे अपि विभागः संयोगनाशः समानक्षणे एव भवतु इति. तथा चेत् तत्र दोषः कः इति अहमपि चिन्तयन्ती अस्मि. किन्तु महोदय उक्तवान् प्रथमं क्रियाकारणे विभागः जातः, विभागेन कारणं कायपुस्तकविभागः जातः. हस्तपुस्तकविभाग भवति क्रियाकारणे, कायपुस्तकविभागः भवति विभागेन कारणे, तर्हि विभागज विभाग इति दत्तम् अस्ति अत्र. इति नियमः अस्माकम् अवगमनमपि तथापि तथैव खलु. हस्तपुस्तकसंयोगः क्रियया हस्तपुस्तकसंयोगेन कायपुस्तकसंयोगः इति, तथैव विभागप्रसङ्गे अपि कर्मजसंयोगसंयोग. परन्तु पुनः प्रश्नः अस्ति तत्रापि एकस्मिन् क्षणे एव जायते इति खलु भगिनि? हा, इत्युक्ते कायपुस्तकस्तरे. हा हा हा हा, तत्रापि सः एव भवतु, समानक्षणे भवतु इति सः वदति. इत्युक्ते नियमविरुद्धः अस्ति अयं तर्कः. अयं तर्कः तर्हि विभागज विभागसंयोगनाशयो कार्यकारणभावौ नास्ति चेत्, सर्वम् एकस्मिन् क्षणे एव जायते चेत्, तर्हि वयं किमर्थं वा तदा पृथक् पार्थक्यं वदामः हस्तपुस्तकविभागः कायपुस्तकविभागः इति अस्ति. अन्यत् किमपि चिन्तनं? बहु किमपि चिन्तितवन्तः अद्य. यः कोऽपि उपस्थापयति क्लिष्टकरः भवति. अस्तु, भवत्याः क्रमः अग्रिमसप्ताहे तर्हि. अस्तु अस्तु तर्हि अत्र स्थगयामः, इतः अग्रे अग्रिमसप्ताहे. धन्यवादः भगिनि. धन्यवादः. धन्यवादः. शुभरात्रि. शुभरात्रि.